नमस्सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतं। तत्पुरुषसमाससूत्राणि उषाभगिनी। आं महोदय, तत्पुरुषः विगुष्य द्वितीयाशितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयमुक्तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी ततर्थार्थपलि बलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानादिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तर पदसमाहारे च सङ्ख्यापूर्वोद्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैं विशिष्टेना नै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयगृष्टिधेनुवशा वेहद्बष्कयणी प्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति फलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रवणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्टी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदम् अतिं अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच। धन्यवादः। धन्यवादः। अधुना भगिनी समासान्तसूत्राणि पठितुमिच्छति वा? अरुणा भगिनी, क्षम्यताम्। आं महोदय, तिगु रेखा वचनं अध्ययनं तत्पुरुषस्याङ्गुलेः अङ्कसङ्ख्याविवादैः तत्र आरभ्य 5486 सूत्र नम्बर्। ओके, तत्पुरुषस्याङ्गुलेः सङ्ख्यायादेः अहः सर्वेकदेशसङ्ख्यात पुण्याच्च रात्रैः अह्नोर्नः एतेभ्यः सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजा सखिभ्यश्च अभिष्टच्च क्रोर अतितद्वितलुकि अग्राख्याया मुरुसः अनोसंयास् अनुस्माय सर्वसां जातिसंज्ञयोः ग्रामकौतापियां च तत्क्षणः अतेहेषुणः उपमानातप्राणिषु उत्तरमृगपूर्वा च सक्तनः नावोदिगोः अर्धा च कार्याः पराचं दितृभ्या मञ्जलैः अनसन्तानपुंसका छन्दसि ब्रह्मणो जानपदख्यायां कुमदः कुमहद्भ्याम् अन्यतरस्यां तावत्. धन्यवादः. अत्र वर्तमानविषयमस्ति षष्टिसत्पुरुषसमासस्य. पूर्वं किमुक्तम्? षोडशसूत्राणि षष्टिसत्पुरुषसमासस्य विषये अस्ति. द्वितीयपादस्य अध्यायस्य द्वितीयपादस्य प्रथमसूत्रादारभ्य सप्तमसूत्रादिपर्यन्तं तदनन्तरं षष्टितत्पुरुषस्य विषये साक्षात् उक्तमस्ति. वस्तुतः षष्टितत्पुरुषस्य सम्बन्धसूत्राणि प्रथमसूत्रादारभ्य षोडशसूत्र इति पर्यन्तं सन्ति. एतानि सूत्राणि विहाय त्रीणि सूत्राणि षष्टितत्पुरुषसम्बन्धसूत्राणि नास्ति. ते प्राप्तापन्ने च द्वितीयया नञ् ईषद् अकृता इति. तत्र प्राप्तापन्ने च द्वितीयाय इति द्वितीयतत्पुरुषस्य अपवादसूत्रमस्ति. नञ् इति प्रत्येकं तत्पुरुषसमासः नञ् तत्पुरुषसमासः इति तस्य विधायकसूत्रमस्ति. एवम् ईर्षत् अकृता तत्र ईर्षत् इति अव्ययम् न कृतन्तेन अकृता इति उक्त्वा कृतन्तेन सह इति न यत्र अकृतः अस्ति ईर्षत् इति अव्ययम् इति सूत्रेण इति अव्ययम् आकृतन्तेन सह सुपासः समस्यते तत्पुरुषसमासः च भवति इति. त्रीणि सूत्राणि विहाय षोडशसूत्रेषु त्रयोदशसूत्रमेव षष्टिसम्बन्धसूत्राणि सन्ति. तत्र किं विशिष्टमस्ति? तत्र अस्मिन् पूर्वोत्तर अपर उत्तर एकदेशीनैकाधिकरणे द्वितीय तृतीय चतुर्थितुज्ञान्यन्यतरस्यम् अर्धं नपुंसकं कालाः परिमाणिना एते चत्वारि सूत्राणि षष्पुरुष पूर्वनिपातस्य नियमनं क्रियते. यदि षष्टि इति सूत्रेण प्रथमा उक्तत्वात् उपसर्जनं भूत्वा उपसर्जनं पूर्वम् इति कारणतः षष्ट्यन्तं पदं समास्तपदे पूर्वं भवति. किन्तु चत्वारि सूत्राणि तस्य अपवादरूपेण कार्यं करोति. पूर्व अपरादरोत्तरम् एकदेशीनैकाधिकरणे इति प्रथम तत्पुरुषसमासम् इति अपरनामेन ज्ञायते. एवम् अर्धं नपुंसकं द्वितीय तृतीय चतुर्थितृतीयान्यन्यतरस्य कालाः परिमाणिना इति चत्वारि सूत्राणि किं करोति इति कृत्वा षष्टीपूर्वनिपादं न स्थापयितुं शक्यते. एवं कृत्वा तत्र उत्तरपदं षष्ट्यन्तं पदं भवति इति विशेषेण अत्र चत्वारि सूत्राणि पृथक्कम् अस्ति. तत्र त्रयोदशात् चत्वारि सूत्राणि अपि षष्टिसत्पुरुषस्य विशेषरूपेण अपगच्छति इति कृत्वा नवसूत्राणि एव षष्टि इति साक्षात् षष्ट्यन्तषष्टितत्पुरुषस्य पदक्रमम् अनुसरति. तत्र तत्पुरुषस्य विधायकसूत्रं षष्टि अस्ति. तत्र षष्टि इति उक्तत्वात् किम् इति चेत् तत्र रूपद्वयं षष्टिविशेषमस्ति. विशेष्यविशेषणरूपम् एकमस्ति. तत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण आवश्यकता अस्ति. तत्र तु किं भवति? यत्र षष्टिः विशेषविशेषरूपेण भवति तत्र तत् कर्मधारयसमासः निष्पद्यते, न तु षष्टितत्पुरुषसमासः. यदा नीलं च तत् उत्पलं, तत्र नीलं च तत् उत्पलं, तत्र समानविभक्तिकम् अस्ति इति कृत्वा तत्पुरुष कर्मधारे भवति. तत्र षष्टी इति पूर्वपदमपि षष्टि अस्ति, उत्तरपदमपि षष्टि अस्ति, तत्र तु षष्टितत्पुरुषसमासः न भवितुमर्हति. तत्र विशेषणं विशेषेण बहुलम् इति सूत्रमेव कार्यं करोति. यदि षष्टि अस्ति चेत् अपि पदद्वयं सुबन्धद्वयमपि षष्ट्यन्तमस्ति इति कृत्वा तत्र कर्मधारे चेत् भवति. यदि विशेष्यं पूर्वम् उक्तुम् इच्छामः तर्हि उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण विशेषपूर्वं पूर्वं तिष्ठति. उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रेण साधारणधर्मस्य अप्रयोगे सति. उपमेयं यदा तुलना क्रियते, यदा व्याघ्रादिभिः इति गणे कोऽपि पदम् उपयुज्यते तत्र उपमानवचनैः सह समस्यते चेत् तत्र तत्पुरुषसमासः भवति. तत्र तु षष्टितत्पुरुषसमासस्य एकः प्रभेदः अस्ति. केवलम् इत्यस्ति उपमितं तत्र व्याघ्रादिभिः गणे सुबन्धम् अस्ति चेत् तत्र सबन्धं भवति. तत्र अद्य अदम् इदं परिच्छेदं पठित्वा वर्गम् आरम्भयतु. उषाभगिनी पठति वा उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति इत्यनेन उपमिदं व्याघ्रादिभिः सामान्यप्रयोगे इत्यनेन विशेष्यं पूर्वं तिष्ठति. अन्यत्र सर्वत्र षष्टी इति सूत्रेण विशेष्यम् उत्तरं तिष्ठति. उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रे उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति, परन्तु साधारणधर्मस्य प्रयोगः न स्यात्. यथा नरः व्याघ्रः इव, नरव्याघ्रः इति समस्तपदं भवति, अर्थात् पुरुषः व्याघ्रः इव वीरः अस्ति. अत्र विशेषणं विशेषेण बहुळम् इति सूत्रेण एव समासः भवितुम् अर्हति, परन्तु यदा विशेष्यस्य पूर्वनिपातः इष्यते, तदा उपमिदं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रेण विशेष्यं पूर्वपदे भवति. नरः व्याघ्रः इव नरव्याघ्रः, अर्थात् व्याघ्रः इव वीरः अस्ति. अत्र विशेषणं विशेषणबहुलम् इति सूत्रेण एव समासः भवितुम् अर्हति, परन्तु यदा विशेष्यस्य पूर्वनिपातः इष्यते तदा उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण विशेष्यं पूर्वपदे भवति. नरव्याघ्रः इति समस्तपदे नरः इति विशेष्यं पूर्वपदे तिष्ठति. यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण समासं कर्तुं न शक्यते. नरव्याघ्रः इत्यादिषु समासेषु विशेष्यं पूर्वं वक्तुम् इच्छामः इत्यतः उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रं कृतं पाणिनिना. अनेन सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति, यतोहि अस्मिन् सूत्रे सामान्याप्रयोगे इति उक्तं. ओके, यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रं कार्यं न करोति. आम् महोदय, उपमिदं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रे उपमिदम् इति पदं प्रथमाविभक्तौ अस्ति. उपमिदम् इति उपमेयवाचकशब्दम्. उपमेयवाचकशब्दम् इति यस्य तुलना क्रियते अथवा विशेष्यं. सो उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण विशेष्यपदं पूर्वपदं उपसर्जनसंज्ञा भूत्वा विशेष्यं पदं पूर्वपदम्. विशेषणं विशेषेण बहुलम् इति सूत्रेण समासं कर्तुम् इच्छति चेत् विशेषणपदं पूर्वपदम् पूर्वपदं भवति उपसर्जनसंज्ञा भूत्वा, यतोहि अत्र विशेषणं इति पदं प्रथमा विभक्तौ अस्ति. ओके, देन् नरः व्याघ्रः इव इति व्यस्तप्रयोगं नरव्याघ्रः इति समस्तपदं भवति. नरः व्याघ्रः इव नरव्याघ्रः, नर इति उपमितम् अथवा विशेष्यं यस्य तुलना क्रियते, व्याघ्रः इति येन तुलना क्रियते अथवा विशेषणं, विशेष्यपदम् अथवा उपमितं पदम् अथवा उपमेयम् अथवा यस्य तुलना क्रियते इति नरः. नर इति पूर्वपदम् अस्ति उपसर्जनसंज्ञा, उपमितम् उपसर्जनसंज्ञा भूत्वा. व्याघ्रः इति येन तुलना क्रियते इति व्याघ्रः इति विशेषणम् अथवा नरव्याघ्रः इति समस्तपदं भवति. उपमिदं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रेण सामान्यधर्म उक्तं चेत् विग्रहवाक्ये सामान्यधर्मः उक्तः चेत् अत्र समासं कर्तुं न भवति. उपमिदं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रं कार्यं न करोति, यतोहि सूत्रे सामान्य अप्रयोगे इति उक्तत्वात्. सामान्यधर्म इति शूरः लिकस् पुरुषः व्याघ्रः इव शूरः इति व्यस्त इति विग्रहवाक्ये सति समासं कर्तुं न शक्नोति. तत्र तयोः भेदः का? पुरुषव्याघ्र इव शूरः, नरव्याघ्र इव सामान्यधर्म न उक्तं महोदय. नरः व्याघ्रः इति नरः व्याघ्रः इव इति नीतिविग्रहवाक्ये नरः व्याघ्रयोः सामान्यधर्म न दत्तम्. बट् पुरुषः व्याघ्रः इव शूरः इति विग्रहवाक्ये शूर द क्वालिटि आफ् शूरतनम् इस् वाट् इस् कम्पेर्ड्. नरः व्याघ्रः इव लुक् आल्सो देन् इट् इस् नाट् द सामान्य द धर्म द कम् द The dharma with which it is compared is not given in Naraha Vyagraha Iva. Whereas Purushaha Vyagraha Iva Shuraha iti Vigraha Vakye, Shuraha iti dharma given, Samanya dharma given. That's how I understood. Anena Sutrena Purusha Vyagra Iva Shura iti Samasa Na Bhavati Yato Hi Asmin Sutre सामान्य अप्रयोगे इति उक्तम्. द सामान्य धर्म बिट्वीन् द टू इस् नाट् गिवन्. ओन्लि वेन् इट् इस् नाट् मेन्शन्ड् यु केन् मेक् द समास, इफ् इट् इस् मेन्शन्ड् यु केनाट् मेक् द समास. यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र उपमितं व्याघ्रादिभिः सामान्य प्रयोगे इति सूत्रं कार्यं न करोति, तत्रापि न करोति. बट् नरः व्याघ्रः इव इट्स् ओके विशेषेण बहुलम् इति कार्यं करोति. नो महोदय, नरः व्याघ्रः इव अपि नरव्याघ्रः उपमितं व्याघ्रादिभिः सामान्या प्रयोगे इति सूत्रेण एव, बिकास् नरः इति विशेष्यपदम् अथवा उपमितं यस्य तुलना क्रियते. So there are three words for it. Upamitam, ek padam asti. Vyagradipi, iti ganam asti. Samanya prayoge, iti asti. Tatra upameyam, samanya prayoge, yadi vyagradipi shabdena saha samasyate, tatra kim bhavati? Upameyam... No, upameyam is the same as upamitam, is the same as visheshyam, is what I have written, Mahodaya, from the class, what Bhagini said. upamitam is the same as upameyam, is the same as visheshyam. Tadi tatra pasyatu यदा विशेषस्य पूर्वनिपाता इष्यते तदा उपमितं व्याघ्रादिः सामान्यप्रयोगे सूत्रेण विशेष्यं पूर्वपदं भवति. दट्स् वाट् इस् हियर्. नरः व्याघ्रः इव नरः इति विशेष्यम् अथवा उपमितम् अथवा उपमेयं विशेष्यं पूर्वपदम् इच्छेत् देन् उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण विशेष्यं पूर्वपदं नरव्याघ्रः इति पदद्वये विशेष्यं किम् अस्ति, विशेषणं किम् अस्ति? विशेष्यं नरः, नरः व्याघ्रः इति विशेषणम्. ओके, तो नरव्याघ्रः इति समस्तपदे नरः इति विशेष्यं पूर्वपदे तिष्ठति. यदि विशेष्यं पूर्व उक्तं भूतं वक्तव्यं तर्हि विशेषणं विशेषेण बहुलम् इति सूत्रेण समासं कर्तुं न शक्यते. That's why here अत्र विशेषणं विशेषेण बहुलम् इति सूत्रः एव समासः भवितुम् अर्हति. परन्तु यदा विशेष्यस्य पूर्वनिपातः इष्यते, there the sentence they should have said यदा विशेष्यस्य पूर्वनिपातः इष्यते तदा. That's what is now doing. Vishesh sutrena visheshyam purvapade bhavati. Nara vyagraha iti samasta pade, naraha iti visheshyam purvapade tishtati. The sentence there is there, Mahodaya. Yeah. Nara vyagraha iti samasta pade, naraha iti visheshyam purvapade tishtati. Yadi visheshyam purvamuktam, then it is, yeah, it continues. Yadi visheshyam पूर्वं वक्तव्यं तर्हि तत्र विशेषणबहुळम् इति सूत्रेण समासं कर्तुं न शक्यते. नरव्याघ्रः इत्यादिषु समासेषु विशेष्यं पूर्वं वक्तुम् इच्छामः इत्यतः उपमिदं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रं कृतं पाणिनिना. आं महोदय. सो नरव्याघ्रः इति उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण नरव्याघ्रः इति समस्तपदं भवति. नरव्याघ्रः पुरुषः व्याघ्रः इव शूरः इति विग्रहवाक्ये सति समासं कर्तुं न शक्यते. प्रश्न तदेव प्रश्न अस्ति. नरः पुरुषः व्याघ्रः नरः व्याघ्रः इव अत्र नरः इति विशेष्यं ततः विशेष्यं पूर्वपदम् अस्ति चेत् उपमिदं व्याघ्रादिभिः भगिनी विशेषणं विशेषेण बहुलम् इति सूत्रेण विशेषणं पूर्वपदम् अतः उपमिदं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रेण समासं कर्तुं शक्यते. नरव्याघ्रः इति सामान्यप्रयोगे तस्य किं धर्म बिट्वीन् द वाट् इस् कम्पेर् दट् बिकास् आफ् द शूर इव शूरः इति विग्रहवाक्ये सति समासं कर्तुं न शक्नोति. पुरुषः नरः व्याघ्रः इव शूरः इति विग्रहवाक्यम् अस्ति चेत् समस्तपदं भवितुं न अर्हति वै उपमितं व्याघ्रादिभिः सामान्याप्रयोगे. अस्तु, अर्णभगिनी षष्टि इति आरभ्य पठति वा महोदय? षष्टि इति षष्टि इति षष्टि इति षष्टितत्पुरुषस्य विधायके सूत्रे विशेष्यम् उत्तरं तिष्ठति. ओके, यदि सीतायाः पति इति वदामः तर्हि सीतायाः इति पदं षष्ट्यन्तपदं पतिः इति पदस्य विशेषणवाचकं पदमस्ति. अर्थात् सीतायाः इति पदं सम्बन्धं द्योतयति. सीतासम्बन्धविशिष्टः पुरुषः इति अर्थः. एकस्मात् उत्पद्यमाना षष्टिविशेषणादेव भवति, न तु विशेषा. एकस्मात् उपद्यमानषष्टि यद्यपि सम्बन्धः द्विनिष्ठः तथापि अन्यं प्रतिगुणानां विशेषणत्वात् विशेषणत्वेन विविक्षितस्य सम्बन्धं विना विशेषणत्वं न सम्भवति. अतः विशेषणवाचकात् पदाद् एव षष्टि विशेषणवाचक. विशेष्य तु केवलस्य स्वरूपतः एव प्रतीत्य उद्भूतसम्बन्धः नास्ति. सीतायाः इति विशेषणवाचकात् पदात् विशेषणं विशेषेण बहुलम् इति सूत्रेण एव समासः भवितुं न अर्हति. यतोहि सीतायाः अपि च पतिः पदयोः समानविवर्तित्वं नास्ति. प्रयत्नं करोमि महोदय. ओके, षष्टि इति सूत्रमस्ति इति विधायकसूत्रं वयं जानीमः. अत्र विशेषम् उत्तरपदम् अस्ति. यदि उदाहरणमस्ति सीतायाः पति, सीतायाः इति पदं षष्ट्यर्थपदमस्ति. पतिः इति विशेषणवाचकपदम्. ओके, विशेषवाचकम् अर्थात् सीतायाः इति पदं सम्बन्धं तत्र सम्बन्धं चेति सीतासम्बन्धविशिष्टः तत् पतिः इति पुरुषः विशिष्टसम्बन्धमस्ति सीतायाः. एकस्मात् उत्पद्यमानषष्टिविशेषण उपद्यमानषष्टि इति अत्र किं महोदय? एकस्मात् उत्पद्यमानषष्टि विशेषणात् एव भवति. षष्टि उत्पद्यते, षष्टिपदम् उत्पद्यते केन कारणेन? विशेषणादेव न सीपति इति पदात् एव सीतायाः इति उत्पद्यते. ओ ओके, न तु विशेष्यात्. सीतायाः इति पदस्य स्वयं न षष्टिः भवितुमर्हति. तत्र विशेषणपदमस्ति पतिः, तस्य सीतायाः इति सम्बन्धेन षष्टिः भवति. तेन कारणेन षष्टिः उत्पद्यमाना भवति पिता इति शब्देन सम्बन्धं द्योतयितुम्. तदेव उक्तं न, सीतासम्बन्धविशिष्टपुरुषः इति. यद्यपि सम्बन्धः द्विनिष्ठः तथापि अन्यं प्रतिगुणानां विशेषणत्वा विशेषणत्वेन विविच्छतस्य सम्बन्धः विना विशेषणात् न. पुनः वदन्ति सम्बन्धः अस्ति चेत् द्वयोपदयोः मध्ये अत्र विशेषणत्वात् विशेषण एव षष्टि विभक्ति भवति. स्पष्टमस्ति न भगिनि? सम्बन्धः द्विनिष्ठः इत्युक्ते सम्बन्धम् उभयस्तरे प्राधान्यं दर्शयति. विशेषणपदस्य एवं विशेष्यपदस्य सम्बन्धम् अस्ति तयोः सम्बन्धः अस्ति यत्र इति करणसम्बन्धः द्विनिष्ठा विशेषे अपि अस्ति विशेषणे अपि अस्ति तथापि अन्यं प्रति गुणानां विशेषणत्वात् विशेषणत्वेन विवक्षितस्य सम्बन्धम् तत्र सम्बन्धं किमस्ति विवक्षितस्य सम्बन्धमस्ति विवक्षितस्य सम्बन्धः केन करणेन तत्र तृतीया अस्ति न विशेषणत्वेन विवक्षितस्य तत्र तृतीया पदमस्ति विशेषणत्वेन विवक्षितस्य कारणस्तत्र कारणं भवति विवक्षाकृते कारणं भवति विशेषणत्वम् इति तस्य तत् विशेषणत्वं किदर् अपादानं कुत्र भवति विशेषणत्वात् तस्मिन् पदे विशेषणत्वम् अस्ति इति कृत्वा विशेषणत्वात् विशेष भवति कृत्वा तेन उत्पादितविशेषणत्वेन कारकत्वं भूत्वा विवक्षितस्य सम्बन्धं विना विशेषणत्वं न सम्भवति सो विशेषणत्वस्य कारणमस्ति सम्बन्धं तस्य कारणं केन विशेषणत्वम् इति एव अस्ति तत्र तत्र that word is mostly from the method of nayayika how they say that statement visheshanatvad visheshanatvena vivikshatasya sambandham vina visheshanatvam na sambhavati simply saying that visheshanatvam to happen sambandham asti ched eva visheshanatvam arhati sambandham vina visheshanatvam na kadavi bhavitum arhati एकपदम् अस्ति चेत् सिर्फ् देर् इस् ओन्लि वन् वर्ड् स्वयं विशेषणत्वं न कर्तुं शक्यते देर् फोर् विशेषणत्वं तत् तथा भवति यत्र द्विनिष्ठा अस्ति देर् आर् टु वर्ड्स् वन् हेस् टु बिकम् विशेषणम् एण्ड् अनदर् हेस् टु बिकम् विशेष्यं दट् इस् आल् दट् स्टेट्मेण्ट् इस् अतः विशेषणवाचकात् पदात् एव षष्टि therefore the shashti comes from where sambandham visheshanatvasya sambandhena anya padasya shashti bhavati shashti janayati avakatam mahodaya atra samase dau pada asti chet atra sambandha asti chet visheshanatvat eva षष्टिविभक्ति भवति विशेषणत्वं कार्यं कारणं भवति विशेषस्य षष्टिविधानार्थं विधानार्थम् धन्यवादः अतः विशेषणवाचकात् पदात् एव षष्टि विशेषस्य तु केवलस्य स्वरूपतः एव प्रतीत्य उद्भूतसम्बन्धः नास्ति सीतायाः इति विशेषणवाचकात् पदात् विशेषणं विशेषेण बहुलम् इति सूत्रेण एव समासः भवितुं न अर्हति यतोहि सीतायाः अपि च पतिः इति पदयोः समानविभक्तित्वं नास्ति आं गतं महोदय अत्र द्वे सूत्र कार्यं कर्तुं अस्ति विशेषणं विशेषेण बहुलम् इति सूत्रेण विशेषणविशेषसम्बन्धं सूचयितुं समासः कर्तुम् अस्ति अन्यत् अस्ति षष्टि विशेषणविशेषेण बहुलं सूत्रं प्रयुज्यते चेत् सम्बन्धं द्वौ पदौ समानविभक्तिः भवति परन्तु षष्टि इति उक्तमस्ति चेत् अत्रापि विशेषणविशेषणसम्बन्धम् अस्ति परन्तु विशेषणत्वात् विशेषणत्वेन विवक्षितस्य सम्बन्धं विशेषणं षष्टि भवति विशेषणमेव षष्टि भवति तत्र किं वदति सीताया तत्र विशेषस्य तु न केवलस्य स्वरूपतः एव प्रतीत्या उद्भूतः नास्ति. तत्र विशेषस्य पदस्य केवलस्वरूपतः इति प्रतीत्या सम्बन्धः न उत्पद्यते. उद्भूतसम्बन्धः इति समस्तपदमस्ति. सो उद्भूतसमस्त प्रतीत्या उद्भूतसम्बन्धः केन प्रतीत्या? केवलस्वरूपस्य अस्ति चेत् न सम्बन्धः वक्तुं शक्यते. सप्तसम्बन्धकृते विशेष्यं कस्मिन् अपि पदे विशेषणत्वेन तिष्ठति तत्तयोः कारणत्वेन एव सम्बन्धस्य उद्भूतसम्बन्धं भवति. यत्र सीतायाः पति इति, तत्र सीतायाः सम्बन्धं पतेः अस्ति कृत्वा पतिपदं सम्बन्ध षष्ठी क्रियते सीताया सीता इति पदे. सीता इति शब्दस्य षष्ठी जनयति पति इति शब्दस्य सम्बन्धं क्रियते चेत्. तत्कारणेन केवलं सीता इति पदम् अस्ति चेत् केवलस्य स्वरूपतः सीता इति पदस्य स्वरूपतः एव प्रतीत्य उद्भूतसम्बन्धः न भवति. इत्युक्ते तस्य सम्बन्धं स्वयमेव सम्बन्धं न भवितुम् अर्हति कदापि. इति कृत्वा उद्भूतसम्बन्धः नास्ति इति अस्ति. तदनन्तरं किं वदति? सीतायाः इति विशेषणवाचकात् पदात् विशेषणं विशेषेण बहुलम् इति सूत्रेण एव समासः भवितुं न अर्हति, यतोहि सीताया अपि च पतिः तत् इति पदयोः समानविभक्तिगत्वं नास्ति. यत्र विशेषणविशेष्यमस्ति, समानविभक्तिगत्वम् अस्ति, तत्र षष्ठी इति सत्पुरुषसमासविधायकं न भवितुमर्हति. तत्र तु केवलं विशेष्यं विशेष्येण बहुलम् इति एव, यदा नीलं च उत्पलं, तत्र विशेषणं विशेषेण बहुलम्. तत्र विशेषणमस्ति नीलं, विशेष्यमस्ति उत्पलं, तत्र नीलं च उत्पलं, तत् नीलोत्पलम् इति कर्मधारे भवति विशेषणं विशेषेण बहुलम् इति सूत्रेण. किन्तु अत्र तु विशेषणवाचकस्य षष्ठी अस्ति, विशेषकस्य भिन्नविभक्तिगत्वम् अस्ति इति कारणतः समानविभक्तिगत्वं नास्ति. तत्कारणेन विशेषं विशेषणभावम् अस्ति चेदपि समानविभक्तिगत्वस्य अभावे षष्ठी इति सूत्रेण एव समासं भवितुम् अर्हति, न तु विशेषणं विशेषेण बहुलम् इति. अवगतम्. तत्र तदनन्तरं कारकप्रकरणे अपि एकसूत्रमस्ति शेषे षष्ठी इति. तत्र किं कहति? कारकप्रकरणे षष्ठी शेषे इति सूत्रेण षष्ठीविभक्ति विधीयते. प्रातिपदिक अर्थः कर्म, करणं, सम्प्रदानम्, अपादानम्, अधिकरणम् इत्यादयः संज्ञा उक्ताः, तेषां विभक्तयः अपि उक्ताः. तत्पश्चात् यत् अवशिष्टं तदेव शेषः इत्यनेन उच्यते. तत्र षष्टिविभक्ति भवति षष्टिशेषे इति सूत्रेण. षष्टिशेषे इति सूत्रचिन्तनम् अत्र किम् अस्ति अत्र पश्यतु. षष्टिशेषे पदच्छेदः अस्ति षष्टिः इति प्रथमाविभक्ति एकवचनं, शेषे इति सप्तमी एकवचनम् अस्ति, अनुवृत्ति अस्ति अनुभिहिते इत्युक्ते अनुक्ते इति सप्तमी. तदपि शेषे अनभिदे शेषे इति पदद्वयं विशेषणविशेषणं भवति. तत्र पदार्थः किम् अस्ति? शेषः उक्तादन्य अर्थाः शेष इति नागेश उच्यते. महाभाष्ये शेषशब्दस्य लक्षणं प्राप्यते. कर्मादिभ्यः ये अन्य अर्थः सः शेषः. कर्मादीनाम् अविवक्षा शेषः इति त्यक्तस्य च वर्तमाने इति सूत्रम्। कर्मादिभ्यो अन्य प्रातिपदिकार्थे व्यतिरक्त स्वस्वामिसम्बन्धादि शेषः कारकप्रतिपार्थकव्यतिरिक्त स्वस्वामिसम्बन्धादिसम्बन्धः शेषः षष्टि इति तत्र विभक्ति। किम् अस्मिन् सूत्रात् किम् उच्यते? कारकप्रतिपादिकार्थव्यतिरक्तः। कारकप्रतिपादिकार्थकव्यतिरिक्तः इत्युक्ते कारकप्रतिपादनं किम् अस्ति? यदा उक्तमस्ति अत्र यस्मिन् कर्माकरणं सम्प्रदानम् अपादानम् अधिकरणम् इत्यादयः उक्ताः, तदेव अत्र वदति प्रतिपादिकं कारकं प्रतिपादि निर्दिश्यति। तेन व्यतिरिक्तः एवं स्वस्वामिभावादिसम्बन्धः तत्र विशिष्टत्वं दिवर्शयति। षष्ठी पदस्य स्वस्वामिसम्बन्धस्य भावमस्ति चेत् शेषे शेषः तत्र षष्ठी स्यात्। तत् एतद्वयं विहाय अन्यत्र सर्वत्र षष्ठी इति शेषे पदेन निर्दिश्यते। सम्पूर्णसूत्रम् अस्ति षष्टिशेषे अनिबिहिते। निमित्तमस्ति सूत्रस्य निमित्तमस्ति शेषे अर्थे इति। यदि अर्थं शेष कारकप्रतिपादकव्यतिरिक्त स्वस्वामिसम्बन्धः अतिरिक्तः अस्ति चेत् शेष शेषे अर्थे उच्यते। तत्कारणेन पदस्य षष्टिः स्यात् इति कृत्वा षष्टिविभक्ति तस्य भवति यत् यत् येन पदेन कारकं न उक्तं स्वस्वामिसम्बन्धः अपि न उक्तं तत्र शेषे इति पदेन अर्थं स्वीक्रियते चेत् तत्र षष्टी विभक्ति विधीयते पदस्य। उदाहरणमस्ति राज्ञः पुरुषः सम्बन्धश्च यद्यपि द्विनिष्ठ स्थानीय तस्यैकत्वादेव एव सम्बन्धिनः उत्पद्यमानतया उद्बध्यमानाय षष्ट्या विभक्त्या अनभेदत्वा द्वितीया सम्बन्धिनः षष्टि न भवति। यदा सम्बन्धः द्विष्ट इति बोधुम् इदम् उदाहरणम्। तत्र राज्ञः पुरुषः इति पदं किम् उच्यते? तयोः पदयोः सम्बन्धः उभयत्र वर्तते। पुरुषे पुरुषः इति पदे राज्ञस्य सम्बन्धं दृश्यते, राजन् इति पदे पुरुषस्य अपि सम्बन्धम् अस्ति इति कृत्वा उभयनिष्ठत्वं मध्ये द्विनिष्ठा भवति सम्बन्धम्। सम्बन्धम् इस् म्यूचुवल् डिपेण्डेन्सि। तत्र किं वदति? तस्य सम्बन्धः कारकप्रतिपादिकं नास्ति। सम्बन्ध इस् नाट् ड्यू टु एनी कारक। यदा कर्म अस्ति, क्रिया अस्ति, अपवादानम् अपादानं समान अधिकरणम् इत्यादि नास्ति। एवं स्वस्वामी नास्ति, स्वस्वामी आदिसम्बन्धम् अपि नास्ति। राज्ञा और् पुरुषस्य तयोः स्वस्वामिसम्बन्धः अत्र षष्टि विधीयते यस्य शेषे पदेन। विशेषणं विशेष्यम् अस्ति कृत्वा तत्र विशेषणत्वं वर्तते पुरुषे। पुरुषस्य विशेषणत्वं राज्ञा इति राजन् इति पदस्य कारणं भूत्वा तस्य षष्टी विधानं भवति राजन् इति पदस्य इति कृत्वा राज्ञः इति भवति। तदेव तत्र बहु दीर्घमस्ति तस्य विशेषणं विशेषेण सामान्यरूपेण इत्यादि इति कारकप्रकरणं। वि आर् नाट् गेटिङ्ग् इन् टु द डीटेल् बट् जस्ट् टु एक्स्प्लेन् द शेषे षष्टि सूत्रम् ओन्लि ऐ हव् शोन् दिस् कारक करपत्रम् आफ् सुगवनं महोदय। बट् कमिङ्ग् बेक् टु अवर् करपत्रं, विद्याभगिनी किं वदति इति चेत् षष्टिविभक्तिसम्बन्धार्थे भवति अस्माकं सामान्यज्ञानं, परन्तु षष्टिशेषे सूत्रम् इति सूत्रस्य अर्थद्वयं वर्तते, सम्बन्धषष्टि कारकषष्टि चेति। उमा भगिनी आगतं वा? आं महोदय. उमा भगिनी अवगतं महोदय. About I need to understand the details of it. That is, it is not Dhitiya, it is only Shashti comes, Agniha Purushaha. How come I didn't understand it properly? And also Karakam and the other one, what is it? So the difference between the two, you said it's not required. Asmin Parishadam Patati Chet Avagamanam Bhavati. सम्बन्धषष्ठी तत्र आरभ्यते, पठतु. सम्बन्धषष्ठी कर्मकरणादिकारकेभ्यः अन्यः प्रातिपदिकार्थ व्यतिरेकः वै नाट् स्वामिसम्बन्ध आसो स्वस्वामिसम्बन्ध बिकास् राज्ञः पुरुषः राजा इति स्वामि अण्ड् पुरुषः होवर् इति सर्वेण्ट् आर् मिनिस्टर् आर् वाट् एवर् इट् इस् सो पासिबल् नो स्वामिसम्बन्ध. Yeah, you read the paragraph, then you'll understand. Okay. Karma karanadi karakebhyah anyah pratipadikartha vyatirekah swaswami sambandhadi sheshah tatra shashti vibhakti bhavati uktat anyah sheshah ityasya anurodhena pratipadikarthat karmanah karanat सम्प्रदानात् अपादानात् अधिकरणात् यः भिन्नः अस्ति सः एव शेषः इति वदामः. सो इट् इस् नाट् कारकं, सो इट् इस् शेषः. अतः शेषः इति पदं बहुविधैः सम्बन्धैः सह युज्यते. यथा स्वस्वामिभावसम्बन्धः अवयवावयवी भावसम्बन्धः जन्यजनकभावसम्बन्धः प्रकृतिविकृतिभावसम्बन्धः इत्यादयः. यथा राज्ञः पुरुषः पशोः पादः दशरथस्य पुत्रः इत्यादयः. एतेषु उदाहरणेषु सम्बन्धात्वे षष्ठी विहिता अस्ति. यथा राज्ञः पुरुषः पशोः पादः सिद्धिता षष्ठी, राज्ञः षष्ठी, पशोः षष्ठी, दशरथस्य पुत्रः षष्ठी. दशरथस्य पुत्रः अस्मिन् परिच्छेदे किं भगिनि, अस्मिन् परिच्छेदे किं वदति? कर्मकरणादि कारकेभ्यः अन्यः. कर्मकरणादिकार्यः इति द्वितीयात् आरभ्य सप्तमीपर्यन्तं कर्मकरणादि कारकेभ्य कारक उक्तः कारकप्रकरणे षष्ठीं विहाय. ओके. एवं प्रातिपदिकार्थव्यतिरिक्तः व्यतिरेकः प्रथम अस्ति. प्रातिपदिकार्थं विभक्तिषु च तत्र प्रथमसूत्रमस्ति. तत्र प्रातिपदिकम् अपि प्रथमा विधीयते. कारकत्वं नास्ति, केवलं प्रातिपदिकम् अस्ति कृत्वा प्रातिपदिकार्थ प्रातिपदिकस्य अर्थं बोधयितुं प्रथमा विभक्ति भवति इति कारकसूत्रमस्ति. तत्र कारकत्वं नास्ति, किन्तु द्वितीया, तृतीया, चतुर्थी, पञ्चमी एवं सप्तमी कारकं सूचयति इति कृत्वा कर्मकरणादिकारकेभ्यः विभक्ति उक्तः भवति. तदनन्तरं स्वस्वामिसम्बन्धादि शेषः इति विशेषणविशेष्यमस्ति. यत्र स्वस्वम्बन्धादि उच्यते तत् सर्वं शेषे भवति इति. तत्र स्वस्वामिसम्बन्धादि इति उक्तत्वात् किं वदति? स्वस्वामिसम्बन्धः, अवयव अवयवीसम्बन्धः, जन्यजनकभावसम्बन्धः, प्रकृतिविकृतिभावः सम्बन्धः इत्यादयः सर्वं शेषे इति पदे अन्तर्गतमस्ति. इति कृत्वा यत्र राज्ञा पुरुष स्वस्वामिसम्बन्धस्य उदाहरणत्वेन यतोः पदे पशोः पादः तत्र अवयव अवयवीभावः अस्ति, दशरथस्य पुत्रः तत्र जन्यजनकभावः अस्ति इत्यादि उदाहरणेषु सर्वत्र षष्टि एव विधीयते. यत्र स्वामिनस्ति तस्य षष्टि भवति, यस्य अवयवः भवति तत्र अवयविना षष्टिः भवति, जन्यजनकभावः अस्ति तत्र जनकस्य षष्टिः भवति इत्यादि उदाहरणत्वेन भवति. एतेषु उदाहरणेषु सम्बन्धार्थे षष्टिः विहिता अस्ति. अवगतं वा? एक्स्प्लेनेशन् अबौट् सम्बन्धे षष्टि दत्वा. आम्. बट् वै क्वेश्चन् इस् वै राज्ञः पुरुषः केनाट् बि स्वस्वामि सम्बन्धः. इट्स् स्वस्वामि सम्बन्ध ओन्लि, तस्य उदाहरणमेव. नो, बट् इन् द प्रीवियस् पेराग्राफ् यू रेड् इट् इस् नाट् दट् इट्स् मेन्शन्. नो नो नो नो, तत्र किं किम् उक्तमस्ति, राज्ञः पुरुष सम्बन्धश्च यद्यपि द्विनिष्ठस्थानानि तस्यैकत्वेन एव सम्बन्धिनः उत्पद्यमानः षष्ट्या विभक्त्या अनभिहितत्वात् अनत्तत्वात् द्वितीया सम्बन्धिनः षष्टिः न भवति यदा सम्बन्धद्विषा इति बोधुम् इदम् उदाहरणं, सम्बन्धं बोधयितुम् उदाहरणम्. तत्र के क्या सम्बन्धः? संयोगसम्बन्धः. यदा घटभूतले इत्यत्र घटस्य भूतलयोः संयोगसम्बन्धः सम्बन्धिभ्यां प्रतियोगि अनियोगिभ्यां भिन्नः द्विनिष्ठा घटभूतले उभयनिष्ठः घटाश्रयः भूतलम् इति विशिष्ट बुद्धिनियामकम्. तत्र सम्बन्धः किमस्ति? घटे भूतले घटभूतले घटम् इति किं सम्बन्धः अस्ति? भूतले घटम् इति वाक्ये सम्बन्धः का? संयोगसम्बन्धः अत्र संयोगसम्बन्ध सम्बन्ध केनापि सम्बन्धेन द्विनिष्ठसम्बन्धं दर्शयति तत्र शेषे षष्ठी इति कार्यं करोति. यत्र स्वस्वामिसम्बन्धः अस्ति, अवयव अवयविना वाच्यमस्ति, एवं जन्यजनकभावमस्ति, या संयोगसम्बन्धमस्ति इत्यादि तत्र और समवायसम्बन्धं दर्शयितुं शक्ति. सम्बन्ध यत्र कुत्रापि दृश्यते तत् कारण कारकेन न उक्तं, तत् कारणतः सम्बन्धे एव षष्टिः भवति इति अस्ति अत्र. इति तत्र कारकषष्टिः अन्यदस्ति. तत् यदि कारकषष्टिः किम् अस्ति अवगतं चेत् तत्र सम्बन्धषष्टिः स्पष्टं भवति. केन कारणेन? कारकषष्टिः अतिरिक्तः अस्ति सम्बन्धषष्टिः शेषषष्टिः सूत्रे. तदपि पठतु भगिनि. कारकषष्टिकर्मादीनां सम्बन्धमात्रविवक्षायाम् अपि षष्टि एव भवति सम्बन्धः इति. कर्मकरणादिकारकाणां विवक्षा नास्ति इत्यस्य अयम् अर्थः यत् वक्ता कर्मकरणादिकारकाणि वक्तुं न इच्छति तदापि सम्बन्धमात्रे षष्टिं भवितुम् अर्हति, यथा सतां गतं मातुः स्मरति इत्यादि इत्यादयः. सतां गतम् इति उदाहरणे सद्भिः गतम् इति भावार्थे प्रयोगः शक्यते, अथवा सन्तः गताः इति कर्तृत्वे अपि वक्तुं शक्यते. अनयोः वाक्योः सत् इति पदं कर्ता अतः कर्तुः विभक्तिः तृतीया विभक्तिः भावे प्रयोगे अथवा प्रथमा भवति कर्तरि प्रयोगे. ओके, दिस् टैम् परन्तु कोऽपि वक्ता कर्तृरूपेण वक्तुं न इच्छति तर्हि सः सतां गतम् इति वदति. सतां गतं किं किं वा सतां गतम् सन्धिः न श्रूयते भगिनि, न श्रूयते. सन्धिः गतं नौ सतां गतम् इति प्रथमे सन्धिः गतम् आगच्छति, नौ सतां गतं नौ दिस् इस् तृतीया सन्धिः इति तृतीया ओके सतां गतम् इति वदति. अत्र सताम् इति षष्ट्यन्तं पदमस्ति, सतां षष्ट्यन्तं पदम् ओके न द्वितीया एवमेव मातुः स्मरति इत्यस्य इत्यत्र मात्रं स्मरति इति सामान्यवाक्यप्रयोगः भवति. मातर इति कर्म अस्ति स्मरणक्रियायाः, परन्तु यदा कर्मणः विवक्षा नास्ति तदा अपि षष्टिशेषे इति सूत्रेण षष्ठी विभक्तिः विधीयते. यथा मातरं स्मरति इत्यत्र कर्मणः अविवक्षायां कोऽपि मातरं स्मरति इत्यस्य स्थाने मातुः स्मरति इति वदति. ओके, हियर् एव्रिवेर् ओन्ली कर्ता कर्म करण. सो अत्र षष्टिशेषे मातुः मातरं स्मरति इति कर्मणः, सो विद्युति अर्भति मातरं स्मरति देन् षष्टिप्रये शतां गतं षष्टि उदाहरणे सद्भिः गतं भावाक्यप्रयोगः शक्यते अथवा सन्तः गताः इति कर्तृत्वे अपि वक्तुं शक्यते. ओके, कर्त भाव्यप्रयोगः कर्तरिप्रयोगः द्वयोः अपि अत्र उच्यते. अनयोः वाक्योः सत् इति पदं कर्ता, अतः कर्तुः विभक्तिः तृतीया भवति भाव्यप्रयोगे अथवा प्रथमा भवति कर्तरिप्रयोगे दत्ताय रक्षु. परन्तु कोऽपि वक्ता कर्तृरूपेण वक्तुं न इच्छति तर्हि सतां गतम् इति पासिव् सताम् इति षष्ठ्यन्तं अस्ति, एवमेव मातुः स्मरति इति इत्यत्र मात्रं स्मरति इति सामान्यवाक्यप्रयोगः भवति. मात्रं स्मरति मातरम् मातरं स्मरति इति अस्ति मातरमिति कर्म अस्ति स्मरणक्रियायाः, परन्तु यदा कर्मणः विवक्षा नास्ति तदा अपि षष्टिशेषे इति सूत्रेण षष्टिविभक्तिः विधीयते. यथा मातरं स्मरति मातरं स्मरति इत्यत्र कर्मणः अविवक्षायां कोऽपि मातरं स्मरति इत्यस्य स्थाने मातुः स्मरति इति वदति. सो इन्स्ट्रक् मातरं स्मरति इति मातुः स्मरति तत्र अस्मिन् परिच्छेदे किम् उक्तं कारकषष्टि किम् अस्ति इति वदति. कारकम् इत्युक्त्वा कर्मं करणम् उपादानम् अपादानम् अधिकरणम् एवं प्रथम प्रातिपदिकार्थम् इति एव अस्ति. यदि क्रियापदं तासु किमपि कारकम् उच्यते चेत् अनभिहिते इत्युक्ते अनुक्त्वे यदि कारकस्य यदि क्रियापदम् उच्यते कि मातरं स्मरति इति वाक्ये किम् अस्ति स्मरति इति लट् प्रयोगे कर्मं सूचयति मातरम् इति इति कृत्वा तद् द्वितीया भवति इति कर्मणि द्वितीया इति सूत्रेण भवति. कर्मण कर्म उक्त अस्ति न स्मरति इति वाक्य क्रियापदेन कर्म उक्त अस्ति, कर्ता तु उक्त नास्ति इति कृत्वा कर्ता नास्ति एव तत् कोऽपि स्मातरं स्मरति इति अस्ति. किन्तु तत्र विवक्षा नास्ति मातरम् इति कर्मं भवेत् इति, यत्र कर्मं न मात यत्र कर्म मातरम् इति कर्मं न विवक्षा अस्ति किन्तु केवलं स्मरति इति पदस्य योजनेन मातरस्य विवक्षा अस्ति, मातोः विवक्षा अस्ति, किन्तु कारकविवक्षा नास्ति, कर्मपदं भवेत् इति. तत्र कारकषष्ठी भवति शेषे षष्ठी इति सूत्रेण. शेषे षष्ठी वदति कारक अविवक्षायाम् इति अस्ति. एवर् वि डोण्ट् हेव् द विवक्षा आफ् द कारकम् आफ् दट् लेट् इट् बि अ कर्मपदं, देन् वि केन् यूस् शेषे षष्ठी शेषे इति सूत्रेण तस्य कर्मं किं भवितुमर्हति तस्य स्थाने तत् पदस्य षष्ठीविभक्ति उपयुज्य अपि वाक्यं वक्तुं शक्यते. विवक्षा अत्र विवक्षा एव तस्य कारणमस्ति. यतः यदा मातरं गते स्मरति तत्र स्थाने मातुः स्मरति इति अपि साधु एव. अत्र अत्र अपि मातुः स्मरति इति चेत् somebody is thinking about his mother, his or her mother. Ah. Okay. So, suppose, it is a chintanam of mata. So, matuhu smaranam iti agachati. Atra, I got confused there, no? Matuhu smaranam, it means mata is thinking something else. But here, it is not that. No, I understand. Let us take a simple sentence. Mm. No, I just want to analyze this. Balam smarati iti vachyam. Vriksham smarati. Okay. You are thinking about a vriksham. Tatta vriksham iti karakam bhavati kritva dvitiya bhavati vedakti bhavati. Okay. Karma karmani dvitiya iti karaka sutrena. Okay. Tatra vivaksha asti smarati iti padasya karakam karma karakam asti vrikshaha iti padasya इति कृत्वा वृक्षस्य द्वितीया भवति इति कर्मणि द्वितीयय. यदि वृक्षस्य एवं स्मरणस्य सम्बन्धं सूचयितुं कारकं न ईष्यते चेत् तत्र षष्ठी शेषे षष्ठी इति सूत्रम् उपयुज्य वृक्षस्य स्मरति इति साधु एव. तत्र कारकत्वं नास्ति स्मरति इति पदस्य वृक्षस्य तयोः, केवलं सम्बन्धमेव सूचयति. What happened to me was, I was trying to understand the meaning of matuh smarati. So when you say matuh smarati, na mataudaya smarati. Appa mataudaya smarati indra bodhu, it is somebody is thinking about his mother. But suppose it is the chintanam of mata. Mata is thinking like this, na ka? Appa matuhu smaranam iti agachati na? No, I trying to get the meaning of that. There I got confused. Now it is clear. Right. It is matuhu smaranam if it is mata is thinking. But about mata somebody is thinking means matuhu smarati. Then you don't have to use karakam at all there. Neither karma nor karana, nothing you are using. This is only simple sentence you want to say. I am thinking about mata. So matuhu smarami. That's all. Oh. Okay. Now clear. Right. Thank you. Now clear, no? Tadanantaram, shashti sheshe iti sutrasyam vyaktimati. Tata ushabhagini padati va? Mahodaya. षष्ठीशेषे इति सूत्रेण तु द्विप्रकारिका षष्ठी लभ्यते, सम्बन्धषष्ठी कारकषष्ठी चेति. एतत् द्वयमपि मिलित्वा शेषषष्ठी इति वदामः. इतोपि एका षष्ठी वर्तते, तस्याः नाम अस्ति प्रतिपदविधाना षष्ठी इति. प्रतिपदविधानाषष्ठी इत्युक्ते कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्टिविभक्तिः विहिता सा प्रतिपदविधानाषष्ठी इत्युच्यते. एतस्य विवरणम् अग्रे दीयते. एताः अतिरिच्य कृद्योगे अपि षष्ठी विधीयते, तस्याः नाम अस्ति कृद्योगे षष्टि इति अस्यापि विवरणम् अग्रे दीयते. षष्टिशेषे इति सूत्रेण द्विप्रकारिका षष्टिः लभ्यते, सम्बन्धषष्टि, कारकषष्टि इति. महोदय वयं पठितवन्तः सम्बन्धषष्टि अपि तु कारकषष्टि इति. एतद्वयमपि मिलित्वा शेषषष्टि इति वदामः. ओके, सम्बन्धषष्टि कारकषष्टि द्वयोः शेषे षष्टि इति वदामः. इतोपि एका षष्टि वर्तते, वन् मोर् षष्टि वर्तते, नाम अस्ति प्रतिपदविधानाषष्टि इति. प्रतिपदविधानाषष्टि इत्युक्ते सूत्रे उच्चार्य या षष्टिविभक्तिः विहिता सा प्रतिपदविधाना षष्टि इत्युच्यते. कैश्चित् सूत्रैः धातुः दत्तम् अस्ति, तत् धातोः कृते धातोः सूत्रे उक्तत्वात् प्रतिपद इति भवति. प्रतिपदविधानाषष्टि इति तत् दोस् सूत्रैः सह न वाट् टुडे से तैः सूत्रैः सह तत्पुरुषसमासः न भवति इति भगिनी उक्तवती, ऐ थिङ्क्. तत्र किम् अस्ति भगिनि, षष्टिशेष इति सूत्रेण किं किं द्योते इति, एकमस्ति सम्बन्धषष्टि, अन्यदस्ति कारकषष्टि, तृतीयमस्ति प्रतिपदविधानषष्टि, एवं चतुर्थमस्ति कृद्योगेषष्टि इति कृत्वा आहत्य चतुर्विधषष्टि शेषे षष्टि इति अन्तर्भूतः. तत्र प्रतिविधानषष्टि इति किम् अस्ति, सूत्रेण विहितं पदं षष्टि भवेत् इति पाणिनिना निर्दिष्टमस्ति. तत्कारणतः तत् षष्टी उपयुज्य एव तत्र तस्य विवक्षा अस्ति चेत् तस्य षष्टिविभक्तिः भवति. तदनन्तरं कृद्योगे षष्टिः किं वदति, कृदन्तपदस्य योगे षष्टिः भवतु इति अपि सूत्रमस्ति. तत्रापि कृदन्तम् अस्ति उत्तरपदं, तस्य पूर्वपदं षष्टिः भवति कृद्योगे षष्टिः इति सूत्रेण. आहत्य सम्बन्धकृते यथा स्वस्वामिसम्बन्धः, अवयवेन सम्बन्धः, जन्यजनविभावसम्बन्धः इत्यादीन सम्बन्धषष्टिः भवति. यत्र कारक अविवक्षा अस्ति तत्र कारकषष्टिः इति नाम्ना जायते. सूत्रेण विहिता प्रतिपदिता विधानं भवति, तत्र अपि षष्टिः भवति. अतः चतुर्थमस्ति कृद्योगे अपि कृतन्तम् उत्तरपदम् अस्ति चेत् तस्य पूर्वपदस्य षष्टिः भवति इति कृत्य आहत्य चतुर्विधषष्टि षष्टिशेषे इति सूत्रेण उक्तम्. तत्र पृच्छतु किमस्ति आहत्य. आहत्य षष्टिविभक्तिः त्रिप्रकारिका इति ज्ञातव्यम्. शेषषष्टि सम्बन्धसामान्ये कारकषष्टि कृत्योगे शेषष्टि. तत्र शेषषष्टि इति सम्बन्ध एवं कारक उभयं मिलित्वा शेषषष्टि. आं महोदय, कृत्योगे षष्टि कृदन्तपदेन प्रतिपदविधानाषष्टि चेति. एताः अतिरिच्य अन्या अपि षष्टिविभक्तिः वर्तते, तस्याः नाम अस्ति निर्धारणषष्टि. परन्तु सा षष्टिः तु षष्टिशेषे इति सूत्रेण न विधीयते, अतः तस्य चर्चा अत्र न क्रियते. ओके, निर्धारणषष्टि चर्चा न क्रियते. ओके, यतोहि षष्टिशेषे सूत्रेण न विधीयते. ओके, षष्टिविभक्तिः षष्टिशेषे सम्बन्धसामान्ये कारकस्य अभिवक्षायां, कृत्योगे षष्टि कर्तुः कर्मणः षष्टि, उभयप्राप्तिः कर्मणः नित्यं कर्मणः नित्यं षष्ठी कर्तुः विकल्पेन षष्ठी षष्ठी कर्तुः विकल्पेन षष्ठी ओके प्रतिपदविधाना षष्ठी एतैः विसृष्ट विशिष्टसूत्रैः 2359 to 2341 to 47 पूर्वविधानं समास निषेधार्थं समासनिषेधार्थं या षष्ठी समा तत्पुरुषसमास षष्ठी तत्पुरुषसमासं न भवितुम् अर्हति वैदीसूत्रस्य इत् धातु इस् देर् ओके So kartrakarmanoho kriti and all that we talked about it the other day, I think again we spoke about it, kartrakarmanoho kriti and all, but then it makes sense after studying this once more, because now these things are being introduced, no? Kriti yoga shashti. And these details, this we'll discuss in the next class then. Okay. So let this be also be explained, what are the, you know, different type. Why Nirdharane Shashti is not being used, we don't know. Mm-hmm. Because that is also a Shashti. Why we should know, no? Why that is also not included in the Shashti Sheshe. For what reason? So we'll take up this in the next class. Okay. Yaka Prashna Nasti Chet Tatra Viramamaha. Dhanyavadaha. Namaskar. Namaste. Okay.